पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 59 विष्णुरुवाच कृकलः सर्वतीर्थानि साधयित्वा गृहं प्रति प्रस्थितः सार्थवाहेन महानन्दसमन्वितः एवं चिन्तयते नित्यं संसारः सफलो मम तृप्ता स्वर्गं प्रयास्यन्ति पितरो मम नान्यथा तावत्प्रत्यक्षरूपेण बद्ध्वा तस्य पिता महान् पुरतस्तस्य सम्ब्रूदे न हि ते पुण्यमुत्तमं दिव्यरूपो महाकाह्यकृकलं वाक्यमब्रवीद तव तीर्थफलं नास्ति श्रममेव वृथा कृथाः स्वयं सन्तोषमाप्नोषि न हि ते पुण्यमुत्तमम् एवं श्रुत्वा तदो वैश्यकृकलो दुःखपीडितः भवान् कः संवदस्येवं कस्मात् बद्धाः पिता महाः केन दोषप्रभावेण तन्मे त्वं कारणं वद कस्मात्तीर्थफलं नास्ति मम यात्रा कथं नहि सर्वमेव समाचक्ष्व यदि जानासि संस्फुटं धर्म उवाच पूदां पुण्यतमां स्वीयां भार्यां त्यक्त्वा प्रयाति यः तस्य पुण्यफलं सर्वं वृथा भवति नान्यथा धर्माचारपरां पुण्यां साधुव्रतपरायणां पतिव्रतरतां भार्यां सुगुणां पुण्यवत्सलां तामेवापि परित्यज्य धर्मकार्यं प्रयाति यः वृथा तस्य कृतः सर्वो धर्मो भवति नान्यथा सर्वाचारपरा भव्या धर्मसाधनतत्परा पतिव्रतरदा नित्यं सर्वदा ज्ञानवत्सला एवं गुणा भवेद्भार्या यस्य पुण्या महासदि तस्य गेहे सदा देवास्तिष्ठन्ति च महौजसः पितरो गेहमध्यस्थाश्रेयो वाञ्छन्ति तस्य च गङ्गाद्या पुण्यनद्यश्च सागरास्तत्र नान्यथा पुण्याः सदी यस्य गेहे वर्तते सत्यतत्परा तत्र यज्ञाश्च गावाश्च ऋषयस्तत्र नान्यथा तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च भार्या योगेन तिष्ठन्ति सर्वाण्येतानि नान्यथा पुण्यभार्याप्रयोगेण गार्हस्थ्यं सम्प्रजायते गार्हस्थ्यात् परमो धर्मो द्वितीयो नास्ति भूतले गृहस्थस्य गृहपुण्यः सत्यपुण्यसमन्वितः सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः गार्हस्थ्यं च समाश्रित्य सर्वे जीवन्ति जन्तवः तादृशं नैव पश्यामि अन्यमाश्रममुत्तमम् मन्त्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः दानाचारा प्रवर्तं ते यस्य पुंसश्च वै गृहे एवं यो भार्यया हीनस्तस्य गेहं वनायदे यज्ञाश्च वै न सिद्ध्यन्ति धनानि विविधानि च भार्याहीनस्य पुंसोऽपि न सिद्ध्यति महाव्रतम् धर्मकर्माणि सर्वाणि पुण्यानि विविधानि च नास्ति भार्या समं तीर्थं धर्मसाधनहेतवे शृणुष्वत्वं गृहस्थस्य नान्यो धर्मो जगत्त्रये यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा ग्रामे वाप्यथ वारण्ये सर्वधर्मस्य साधनम् नास्ति भार्या समं तीर्थं नास्ति भार्या समं सुखं नास्ति भार्या समं पुण्यं तारणाय हिताय च धर्मयुक्तां सदीं भार्यां त्यक्त्वा यासि नराधम गृहं धर्मं परित्यज्य क्वास्ते धर्मस्य ते फलं तया विना यदा तीर्थे श्राद्धदानं कृतं त्वया तेन दोषेण वै बद्धास्तव पूर्वपितामहाः भवांश्चौरोह्यमी चौरा यैस्तु भुक्तं सुलोलुपैः त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना सुपुत्रश्रद्धया युक्तश्राद्धदानं ददाति यः भार्या दत्तेन पिण्डेन तस्य पुण्यं वदाम्यहम् यथा मृतस्य पापेन नृणां तृप्तिर्हि जायते तथा पितॄणां श्राद्धेन सत्यं सत्यं वदाम्यहम् गार्हस्थस्य च धर्मस्य भार्या भवति स्वामिनी त्वयैषा वञ्चिता मूढ चौरकर्मकृतं वृथा अमीपिदा महाश्चौरा यैर्भुक्तं तु तया विना भार्या पचति चेदन्नं स्वहस्तेनामृतोपमं तदन्नमेव भुञ्जन्ति पितरो हृष्टमानसाः तेनैव तृप्तिमायान्ति सन्धुष्टाश्च भवन्ति ते तस्माद्भार्यां विना धर्मपुरुषस्य न सिद्ध्यति नास्ति भार्या समं तीर्थं पुंसां सुगदिदायकम् भार्यां विना च यो धर्मस एव विफलो भवेद् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे एकोनषष्टितमोऽध्यायः ॐ